नमस्कारः सर्वेभ्यः. अद्यतनन्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति व्यतिरेकव्याप्तिः एव. तस्मिन् किञ्चित् सूक्ष्मचिन्तनम् अभिधेयत्वं तत्र केवल अन्वयव्याप्ति केवल किं क्षम्यताम् अन्वयव्यतिरेकी व्याप्ति तत् कृतम्. इदानीम् अग्रे केवल अन्वयव्याप्ति केवलं व्यतिरेकव्याप्ति बदलिङ्गः तस्मिन् विषये इदानीं चर्चा अस्ति. तत्र इदानीं 209 तमे पुटे स्मः. तत्र आरम्भतः रामप्रिया भगिनी पठति वा? अदेकं वदामि, केवलं तत्र एकमपि पुटं सम्पूर्णतया न कृतं वर्गे. केवलं परिच्छेदत्रयं वर्गे पठितम्. यतोहि मध्ये दीर्घा चर्चा जाता. तर्हि यावत् शक्नोमि अहं तत्र विवरणं करोमि. समयः अस्ति चेत् किञ्चित् लास्ट् 25 मिनिट्स् अथवा लास्ट् 30 मिनिट्स् शृण्वन्तु अत्र शनिवासरस्य वर्गात्. प्रायः लाभाय भवति. पूर्वं साधु एव, केवलं तृतीयपरिच्छेदे चर्चा जाता. अस्तु भगिनि. एतादृशविवरणेन इदं निश्चितं यत् धूमे स्वस्य यः व्यापकः वह्निः तत् समानाधिकरण्यरूपा अन्वयव्याप्तिः वर्तते. एवम् अनुपदं निरूपिता या अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूत अभावप्रतियोगित्वरूपा सा अपि वर्तते. अतः उभयविध व्याप्तिमत्वात् धूमः अन्वयव्यतिरेकी इति कथ्यते. वक्ष्यमाणहेत्वोः तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः वा एका काचन भवति, न द्वे अपि इति अन्वयव्याप्तिमतः केवला अन्वयी इति, व्यतिरेक व्याप्तिमतः केवलव्यतिरेकी इति च संज्ञा भवति. तत्र इदम् आह. अस्तु, घट अभिधेयः प्रमेयत्वात् इति. अस्तु, गतसप्ताहे व्यतिरेकव्याप्त्यस्य हेतोः कः लाभः इत्यस्मिन् विषये पठितवन्तः. तस्य एव अनुवर्तनम् अत्र. एतादृशविवरणेन इदं निश्चितं यत् धूमे स्वस्य यः व्यापकः वह्निः तत् समानाधिकरण्यरूपा अन्वयव्याप्तिः वर्तते. अस्तु, गतसप्ताहे साध्य अभावव्यापकीभूत अभावः प्रतियोगित्वं हेतौ इति पठितवन्तः. तद् एतादृशविवरणेन इति तदेव सूचितम् इति अहं मन्ये. इदं निश्चितं यत् किं निश्चितम् इत्युक्ते धूमे स्वस्य यः व्यापकः वह्निः तत् समानाधिकरणरूपा अन्वयी व्याप्तिः वर्तते. तस्य समानाधिकरणरूपा अन्वयी व्याप्तिः कुत्र वर्तते इत्युक्ते व्यापकः वह्नौ वर्तते. व्याप्तिः कुत्र वर्तते? व्याप्तिः वह्नि अभावः व्याप्यः, धूम अभावः व्यापकः. अस्मिन् विषये अत्र तु अभावविषये नास्ति, परन्तु अन्वयव्याप्तिः एव किल. अन्वयविषये कुत्र व्याप्तिः? व्यापकः वह्निः इत्युक्ते धूमे व्याप्यः, यत्र यत्र धूमः तत्र तत्र वह्निः किल. सत्यं, तत्र 205 तमे पुटे. आम्, व्यतिरेकव्याप्तिः इति शीर्षकः अस्ति खलु. आम् आम्, तत्र किञ्चित् पठतु आरम्भतः. सम्प्रति व्यतिरेकव्याप्तिं दर्शयति यत्र वह्निः नास्ति इति. व्यतिरेकः अभावः, स च साध्यस्य हेतोश्च ग्राह्यः, अभावः साध्यस्य हेतोश्च ग्राह्यः, तयोः व्याप्तिरूपसम्बन्धः. अस्तु, इह अपि एकः व्यापको भवति, अपरः व्याप्यः. यः व्यापकः सः व्याप्तिनिरूपकः इति उच्यते. यः व्याप्यः सः व्याप्ति आश्रयः. यथा वह्निः व्यापकः, धूमनिष्ठव्याप्तिनिरूपकः, धूमः वह्निनिरूपित व्याप्ति आश्रयः इति. तर्हि व्याप्तिः कुत्र अस्ति? व्याप्तिः इति सम्बन्धः तयोः मध्ये, वह्निधूमयोः मध्ये यः सम्बन्धः, तदेव व्याप्तिः. अतः अत्र वह्निः व्यापकः, धूमनिष्ठव्याप्तिनिरूपकः. वह्नि धूमः तु वह्निनिरूपितव्याप्ति आश्रयः. तयोः मध्ये सम्बन्धः एव व्याप्तिः. व्याप्तेः व्याप्तेः व्याप्त्याः व्याप्त्याः आश्रयः धूमः खलु. यः व्याप्यः सः व्याप्ति आश्रयः. तर्हि व्याप्त्याः आश्रयः धूमः. तर्हि व्याप्तिः कुत्र अस्ति? व्याप्त्याः आश्रयः धूमः. आम्, तद् व्याप्त्याः यदि भवति धूमनिष्ठव्याप्तिनिरूपितव्यापकव्यापकता व्याप्त्याः व्याप्तेः व्याप्तेः वक्तव्यं व्याप्तेः धूमः व्याप्तिः तत्रैव अस्ति, धूमे एव अस्ति. अस्तु, अत्र पूर्वमपि अस्ति 204 मध्ये. यथा वयं दृष्टवन्तः पृथ्व्यां गुण गन्ध अस्ति, सुगन्ध आश्रय पृथ्वी तथैव द्रव्यनिष्ठगुण धूमस्य धर्मः. अत्र 204 थर्ड् पाराग्राफ् अन्तिमवाक्यं, पूर्वविवरण अनुनोदेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्वयव्याप्तिं धूमे दर्शयति. यत्र धूमः इति वाक्यं, यः व्याप्यः सः व्याप्तेः आश्रयः. यः व्याप्यः सः व्याप्तेः आश्रयः. तर्हि इदानीं 209. अतः तत्र समानाधिकरणरूपा अन्वयव्याप्तिः वर्तते. समानाधिकरणं धूमवन्योः समानाधिकरणं तादृशरूपायाः सम्बन्धः सदैव अन्वयव्याप्तिः. अन्वयव्याप्तिः अत्र केवलं तत् समानाधिकरण्यम् अस्ति खलु. तत् तत् इति किम्? तत् व्यापकः इति पुल्लिङ्गपदं. तत् समानाधिकरणरूपा वह्निधूमयोः सम्बन्धः एव किल? वस्तुतः न, अत्र चिन्तयतु. तत् इत्युक्ते तेन तेन इति तेन समानाधिकरण्य केन सम्बन्धेन व्याप्ति व्याप्तेः तृतीया नास्ति. अत्र वह्निना वह्निना वह्निना सह समानाधिकरण्यरूपा, यतो हि धूमः यत् भवत्या उक्तं, धूमः वह्निः तयोः समानाधिकरणमस्ति खलु, तदैव व्याप्तिः भवति. तदेव अत्र उक्तं, तदेव वह्निना समानाधिकरणरूपा अन्वयव्याप्तिः वर्तते. एवम् अनुपदं निरूपिता या अभावयोः व्याप्तिः वह्नि अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा सा अपि वर्तते. इदानीं 204 मध्ये अनुपदं निरूपिता, अनुपदं निरूपिता इत्युक्ते अन्वयव्याप्तिः इत्यस्य अनुपदं निरूपिता वा या अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूत अभावप्रतियोगित्वरूपा सा अपि वर्तते. अत्र सा इति का अभावयोः व्याप्तिः सा व्याप्तिः एव वा या अभावयोः व्याप्तिः यत्र यत् साध्याभाव तत्र तत्र हेतु अत्र स्वागतं लक्ष्मी भगिनि. इदानीं 209 तमे पुटे प्रथमे परिच्छेदे स्मः. तत्र तृतीयवाक्ये द्वितीयवाक्ये वा तत्र अत्र धूमवह्नि उदाहरणे कीदृशव्याप्तिः अस्ति? यत् सत्त्वे तत् सत्त्वम् इत्युक्ते अन्वयव्याप्तिः एव. अपि च यत्र वह्नि धूमाभावः किं यत्र वह्नि अभावः तत्र तत्र धूमाभावः तद् व्यतिरेकव्याप्तिः. तर्हि अस्मिन् उदाहरणे व्याप्तिद्वयमस्ति खलु? आम्, न केवलम् अन्यव्याप्तिः अपि च व्यतिरेकव्याप्तिः. तत्र स्थूलक्षरैः पठितं खलु, स्थूलक्षरैः व्याप्तिद्विविधं त्रिविधम् अन्वयव्यतिरेकी इति प्रथमविधं. अस्मिन् उदाहरणे द्वयमपि अस्ति, तर्हि एका तु प्रथमवाक्येन एका व्याप्तिः उक्तम् अन्वयव्याप्तिः कथम् यत् भवत्या उक्तं धूमम् अस्ति वह्नि अस्ति समानाधिकरण्यमस्ति सा विद्यमानत्वस्य व्याप्तिः खलु. धूमः विद्यमानः वह्निः विद्यमानः भावपदार्थयोः व्याप्तिः अन्वयव्याप्तिः भावपदार्थयोः. अपि च अनुपदम् इदानीमेव निरूपिता किं पठतु या या अभावयोः व्याप्तिः वह्नि अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा सा अपि वर्तते. तद् अभावः अभावयोः व्याप्तिः अपि वर्तते इत्येव दत्तमस्ति किल सा इति. या व्याप्तिः सा वर्तते, स्त्रीलिङ्गं व्याप्तिः विषये एव. कीदृशी रूपा व्याप्तिः तत्र दीर्घपदम् व्यापकीभूत अभावप्रतियोगित्वरूपा तदपि वर्तते अस्मिन् उदाहरणे. तस्मात् किम् अतः उभयविधव्याप्तिमत्वात् धूमः अन्वयव्यतिरेकी इति कथ्यते. उभयविध इत्युक्ते तदेव अन्वयव्यतिरेकी अन्वयव्याप्तिः व्यतिरेकव्याप्तिः अन्वयव्यतिरेकी उभयविधव्याप्तिमत्वात् धूमः अन्वयव्यतिरेकी इति कथ्यते. अस्तु, धूमे अन्वयव्याप्तिः विद्यमानत्वम् धूमः एव लिङ्गः लिङ्गं तत्र लिङ्गम् अन्वयव्याप्ति अन्वयव्यतिरेकी इति स्थूलक्षरैः 203 मध्ये लिखितं. किमर्थं हेतु उक्तं धूमः उक्तं खलु, धूमः अन्वयव्यतिरेकी, धूमः एव लिङ्गं लिङ्गमेव तत्र व्याप्तिमत् अस्ति. कीदृशव्याप्तिमत्? अन्वयव्यतिरेकी व्याप्तिमत्. आम् धूमः एव लिङ्गं, धूमः एव हेतुः, धूमवत्वात्. आम् अत्र पुनः स्मरामि, भावदृष्ट्या वा अभावदृष्ट्या वा हेतुः साध्यं समानम्. हेतुः धूमः एव, साध्यः वह्निः एव, व्याप्ति अभावव्याप्ति भवतु वा भावव्याप्ति भवतु, हेतुसाध्ययोः परिवर्तनं न भवति, किन्तु व्यापकव्याप्यस्य परिवर्तनं भवति. यत्र यत्र धूमः तत्र वह्निः, तत्र व्यापकः वह्निः, व्याप्यः धूमः. यत्र वह्नि अभावः तत्र धूमाभावः, अतः धूमाभावः व्यापकः, वन्याभावः वन्यभावः व्याप्यः. किन्तु कः हेतुः कः साध्यः तत्र एकः एव, परिवर्तनं न भवति. किं मनसि भवेत्, हेतुः सर्वदा धूमः एव, साध्यः वह्निः एव. वक्ष्यमाणहेतोः तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः वा एका काश्चन भवति, न द्वे अपि इति अन्वयव्याप्तिमतः केवल अन्वयी इति, व्यतिरेकव्याप्तिमतः केवल व्यतिरेकी इति च संज्ञा भवति. अस्तु, वक्ष्यमाणहेतोः इत्युक्ते अग्रे यद् हेतोः विषये वक्ष्यमाणः वक्ष्यमाणः वदिष्यमाणः तस्मिन् विषये, तत्र हेतोः तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः एका एका काश्चन भवति, न द्वे अपि. यदा भवान् उक्तवान् इदानीं तदेव किल महोदय, एका काश्चन भवति न द्वे अपि इति. अस्तु, केवल अन्वयी विषये व्यतिरेकव्याप्तिः विषये, क्षम्यतां, केवलव्यतिरेकी विषये एका यदा केवल अन्वयी इत्युक्ते केवलम् अन्वयी एव भवति, क्षम्यतां, केवलव्यतिरेकी इत्युक्ते व्यतिरेकी एव भवति इति संज्ञा भवति, न द्वे अपि. एका काचन भवति, न द्वे अपि. लिङ्गं त्रिविधं, प्रथमम् इदानीं समाप्तम्. प्रथमम् उदाहरणे उभयविधव्याप्तिमत् उभयविधव्याप्तिमत् इदानीं केवल एका अन्वयव्याप्तिः एव अथवा व्यतिरेकव्याप्तिः वा, अस्मिन् विषये यथा भवत्या उक्तं चर्चा भविष्यति. संज्ञा भवति इति स्थूलक्षरैः लिखितं खलु पूर्वं 203. तत्र इदम् आह गत आदिमम् आदिमं गतेव अहमपि तत्र आदिमम् तदेव वयं प्रथम यद्विधम् अस्ति आदिम विधः तदेव आह घट अभिधेयः प्रमेयत्वात् इति. पूर्वमुक्तं खलु 203 मध्ये उदाहरणं. आम् आम् लक्ष्मीभगिनी बुद्धं वा हरि ओम् आं महोदय अहं अस्तु एकः प्रश्नः उभयविधव्याप्तिमत्वात् धूमः इति इत्युक्ते धूमे व्याप्यः अपि धूमः अन्वयस्थले धूमः व्याप्यः अस्ति अभावस्थले धूमः व्यापकः अस्ति इति उभयविधव्याप्तिमत्वात् खलु धूमः तदेव तदेव तत् पदं सूचयति न अभावविषये कः व्यापकः न धूमः अभावविषये धूमः व्यापकः न न धूमः व्यापकः कः यत्र वह्नि अभावः तत्र धूमस्य अभावः इति तत्र धूमः व्यापकः खलु न धूम अभावः व्यापकः ओ धूम अभावः व्यापकः आम् अस्तु आमां सत्यं धूम अभावः व्यापकः न तु धूमः आमाम् अधिकदेशवृत्तित्वं धूम अभावस्य अस्ति खलु आमां तर्हि सः अभावः व्यापकः किन्तु हेतुः स्थलद्वये धूमः एव ओ अस्तु आम् साध्यः स्थलद्वये एव तर्हि हेतौ धूमे हेतुः इति लिङ्गः एव लिङ्गमेव लिङ्गे किम् अस्ति उभयविधव्याप्ति व्याप्तिः अस्ति खलु अन्वयव्याप्ति अपि च व्यतिरेकव्याप्ति व्यतिरेकव्याप्ति आम् तर्हि एतादृश उभयविधव्याप्तिः वा एकविधव्याप्तिः वा सा हेतौ अस्ति अस्तु एकत्र यत्र यत्र हेतुः तत्र साध्यः यत्र यत्र हेतुः तत्र साध्यः इति एकविधम् अन्वयव्याप्तिविषयं यत्र साध्यभावः तत्र किम् यत्र साध्यभावः तत्र तत्र व्यतिरेक तत्र वाक्यं व्यतिरेकव्याप्तिः तस्य साध्यभावः तत्र हेतु हेत्वाभावः अपि हेत्वाभावव्यापकीभूतप्रतियोगिता हेतु अन्वयव्याप्ति गतवर्गे वयं पठितवन्तः न कथं धूमाभावव्यापकः अस्ति तस्मिन् अस्ति धूमस्य प्रतियोगिता सो धूमे अस्ति प्रतियोगिता धूमाभावप्रति तत् व्यतिरेकव्याप्ति आगच्छति यद् धूमे अपि साध्या भाव अधिकरण अवृत्तित्वम् अस्ति अन्वयव्याप्ति इति तस्मिन् सत्यम् अत्र केवलं पदप्रयोगे भ्रमः मा भवेत् तदर्थम् एकः विषयः आङ्कर् इति भवेत् इति मम मननं अत्र आङ्कर् अस्ति हेतुः साध्या समानम् उदाहरणद्वये ऐ मीन् व्याप्तिद्वये व्याप्तिद्वये यः हेतुः सः स्थलद्वये हेतुः एव यः साध्यः सः स्थलद्वये साध्यः एव इति मनसि किं स्थापयतु तर्हि भावविषये अन्वयव्याप्तिविषये यत्र यत्र हेतुभावः तत्र साध्यभावः व्यतिरेकव्याप्तिविषये यत्र साध्य अभावः तत्र हेतु अभावः अपि च वाक्यस्य शैली यत्र व्याप्यः तत्र व्यापकः इति सर्वत्र शैली समानं खलु प्रथमं व्याप्यस्य किं सूचितं भवेत् सूचनं भवति अनन्तरं व्यापकस्य यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति सर्वदा शैली एवमेव अस्ति तस्मात् ज्ञातुं शक्नुमः ओहो धूम अभावः व्यापकः क्षम्यतां हा धूम अभावः व्यापकः वह्नि अभावः व्याप्यः इति खलु आं महोदय सारांशरूपेण बुद्धं प्रथमपरिच्छेदस्य विवक्षा आम् अधुना समीचीनम् अस्तु अग्रे चल भगिनि एतावत् पर्यन्तं साधु आम् द्वितीयपरिच्छेदः एतावत् पर्यन्तं यत् साध्यं वा हेतु वा निर्दिष्टं स भवति लोकसिद्ध वह्नी धूम उष्णस्पर्श इत्यपि लोकसिद्धा एव तेजस्वजातिः अपि च सर्वेषु तेजस्सु प्रत्यक्षसिद्धा न वर्णनीया परन्तु इह यो साध्यहेतु वर्तेते तयोः उपपादनाय यत्नोः विधेय इह घटपक्ष इति न तद्विषये किञ्चित् वक्तव्यम् अस्ति एतावत् पर्यन्तं वयं दृष्टवन्तः व्यतिरेकव्याप्ति वा अन्वयव्याप्ति अस्ति यस्मिन् साधव हेतु निर्दिष्टमस्ति तस्य उदाहरणं लोकसिद्धः अस्ति हेतु धूम साध्यवहने यत्र यत्र धूमा अस्ति तत्र वहने अस्ति अन्वयव्याप्ति सूचक वाक्यम् अपि यत्र साध्याभाव या वैन्याभाव तत्र हेत्वाभाव वा धूमाभाव व्यक्तिरेकव्याप्तिविषये सूचक वाक्यं वह्नी धूम उष्णस्पर्श वयम् अन्यं रीत्या दृष्टवन्तः वह्नी तेजस्वान् उष्णस्पर्शवात् इति तत्र अपि व्यापकस्य भाव अन्यूनवृत्तित्वं वा व्याप्यस्य भाव अनतिरिक्तवृत्तित्वम् इति तत्र उष्णस्पर्शमपि तेजस्वमपि लोके इति प्रसिद्धः अस्ति तेजस् तस्य तेजस् तस्य अधिकरणे तेजस्सु इति अधिकरणेषु चु प्रत्यक्षं भवति तस्य कोऽपि वर्णं करणस्य करणीय आवश्यकता नास्ति तत्र इदानीं केवलानवी यदि व्याप्ति वयं चिन्तयामः तत्र साध्यहेतु यदि वर्तते यथा पूर्वं दृष्टवन्तः परिच्छेदे घटो अभिधेयप्रमेयत्वात् इति अत्र कथं साधनीयं घट अभिधेयप्रमेयत्वात् इति इह घट पक्षति न तद्विषये किञ्चित् वक्तव्यम् तस्य किञ्चित् अधिकं वक्तव्यम् आवश्यकम् अत्र हेतुधूम उदाहरणम् अपि च धूमवह्नि उदाहरणम् अपि च तेजस्व उष्णस्पर्श उदाहरणं कः भेदः तयोः मध्ये तयोर्मध्ये ते प्रत्यक्ष सन्ति तेजस्वं प्रत्यक्ष अस्ति उष्णस्पर्शमपि प्रत्यक्ष तस्य भवति वह्नीपि प्रत्यक्षं भवति धूमपि प्रत्यक्षं भवति सो तेषां प्रत्यक्षं साधनीयम् अस्ति किन्तु अनुमति इति न कुर्मः तदपि साधु यदि अनुमतिविषय न आगच्छति किन्तु केवलानवै यत्र आगच्छति घटोभिधेयप्रमेयत्वात् तत्र इति किञ्चित् अधिकं वक्तव्यं भवति अत्र धूमवह्नि उदाहरणे धूमः सिद्धः वह्निः लोकसिद्धः उष्णस्पर्शः सिद्धः तेजस्त्वं प्रत्यक्षसिद्ध तर्हि तयोः उदाहरणयोः कः भेदः उष्णत्वं तेजत्वं मध्ये समानदेशवृत्तित्वं वह्निधूमयोः मध्ये समानदेशवृत्तित्वं नास्ति यः व्यापकः अस्ति तस्य एव अधिकदेशवृत्तित्वं यः व्याप्यः तस्य न्यूनदेशवृत्तित्वम् इति तत्र तयोः मध्ये भेदः सत्यम् इति मम प्रश्नः आसीत् सत्यं किमर्थं तेजस्व उष्णस्पर्श उदाहरणम् अस्माभिः पठितं यतोहि तत्र समव्याप्तिः अस्ति तत्र कस्यापि अधिकदेशवृत्तित्वं नास्ति तत्र समानवृत्तित्वम् अस्ति खलु यत्र तेजस्त्वं तत्र उष्णस्पर्शः यत्र उष्णस्पर्शः तत्र तेजस्त्वम् इति आसीत् खलु भगिनि तस्मिन् उदाहरणे समव्याप्तिः समानदेशवृत्तित्वं किन्तु वह्निधूमस्थले तथा नासीत् एकस्य वह्नेः अधिकदेशवृत्तित्वं धूमस्य यथा भवति अनतिरिक्तदेशवृत्तित्वम् इति आसीत् तर्हि अनधिकवृत्तित्वम् अवश्यं व्यापकस्य न क्षम्यताम् अन्यूनवृत्तित्वं व्यापकस्य व्यापकस्य अन्यूनवृत्तित्वं व्यापकस्य अपि च व्याप्यस्य किं व्याप्यस्य अनतिरिक्ति वृत्तित्वम् इति अवश्यम् अस्तु अन्यत् सर्वं साधु अस्ति इति मन्ये अत्र इह इति किं परन्तु इह इति अस्मिन् उदाहरणे घटे घट अभिधेयप्रमेयत्वात् अस्मिन् उदाहरणे तत्र किञ्चित् प्रयत्नम् आवश्यकं यतोहि प्रत्यक्षं नास्ति किन्तु घटविषये तु अधिकं न वक्तव्यं घटः पक्षः इति प्रत्यक्षं तु खलु इति प्रत्यक्षं किन्तु अन्यत् सर्वं न प्रत्यक्षं तस्मात् अग्रे किञ्चित् वक्तव्यं भवति इति विवक्षा लक्ष्मी भगिनी साधु रमप्रिय भगिनी साधु अस्तु इदानीं तृतीयपरिच्छेदे किञ्चित् त्रिंशत् निमिषं चर्चितं लक्ष्मी भगिनी क्रमशः पठतु आम् अस्तु घटो अभिधेयः प्रमेयत्वात् इति पक्षसाध्य हेतुनिर्देशे अभिधेयः इति साध्यनिर्देशः अस्तु परन्तु अभिधेयस्तु पक्ष एव भवति इति सः साध्यं न भवितुम् अर्हति यथा च गन्धवती पृथिवी इति लक्ष्यलक्षणबोधके ग्रन्थे पृथ्वीस्वरूपमुक्तं भवति तथा इहापि घटः अभिधेयः इत्यनेन पक्षस्वरूपसाध्यस्यैव निर्देशः अतः पक्षवृत्तिधर्मज्ञानाय अभिधेयपदोत्तरं भावप्रत्ययः कार्यः अभिधेयत्वम् इति निष्पन्ने ततः आधार आदेयभावबोधाय मतुप्रत्ययः तथा च घटः अभिधेयत्ववान् प्रमेयत्वात् इति निर्देशः फलति अस्तु खण्डशः अधुना प्रयत्नं कुर्मः घटो अभिधेयः प्रमेयत्वात् इति प्रतिज्ञावाक्यमिव अस्ति तत्र अस्तु अतः इति पक्षसाध्ये पक्षसाध्यहेतुनिर्देशे अभिधेयः इति साध्यनिर्देशः अस्तु अतः घटोभिधेयः प्रमेयत्वात् इति तत्र तत् वाक्यस्य शैली अस्ति पक्षसाध्यहेतुः हेतु इति घटः पक्षः अस्ति अभिधेयः साध्यः प्रमेयत्वात् प्रमेयः हेतुः इति इति समानशैली यथा पर्वतो वह्निमान् भूमत्वात् इति समानशैली अस्ति तत्र अभिधेयः इति साध्यनिर्देशः यत् अभिधेयः एव तत्र साधनीयं भवति हेतोः अवगमनानन्तरं परन्तु अभिधेयस्तु पक्ष एव भवति इति सः साध्यं न भवितुम् अर्हति अत्र अस्मिन् उदाहरणे अभिधेयः एव पक्षः अभिधेयः द्वयमपि समानमस्ति अतः सः साध्यं न भवितुम् अर्हति इति वाक्यं वदति अभिधेयः इति पदार्थं द्रष्टुं न शक्नुमः खलु तदेव अत्र तत्र अभिधेयः इति एकः द्रव्य ऐ मीन् एक पदार्थस्य घटस्य संज्ञा इव ऐ मीन् घटस्य नाम नामकरणम् आम् घटः एव अभिधेयः तर्हि घटः अभिधेयः इति नूतनज्ञानं किमपि नास्ति यथा वर्गे उक्तं यथा सुन्दरः बालकः तत् उदाहरणं बालकः सुन्दरः इति बालकमेव सूचयति खलु बालकः एव सुन्दरः बालके किमपि अधिकज्ञानं सूचयति सुन्दरः इति पदम् अत्र घटः एव अभिधेयः तर्हि घटः पक्षः तर्हि अभिधेयः अपि पक्षः एव अभिधेयः पक्षः एव भवति तस्मात् कथम् अभिधेय इति पदं साध्यं कथं भवति इति प्रश्नः उदेति आम् सत्यं यथा च गन्धवती पृथिवी इति लक्ष्यलक्षणबोधके ग्रन्थे पृथ्वीस्वरूपम् उक्तं भवति. अस्तु, गन्धवती पृथिवी अत्र तत्र गन्धवती इति तत्र लक्ष्यलक्षणबोधकम् इति भासते. इत्युक्ते पृथिवी इति लक्ष्यः, गन्धवती इति लक्षणं, पृथ्व्याः लक्षणं गन्धवत्वम्. अत्र शैली अपि विशेषणविशेष्यः इव अस्ति. तस्य गन्धवती पृथिवी इति लक्ष्यलक्षणबोधके तत्र ग्रन्थे पृथिवीस्वरूपम् उक्तं भवति. पृथ्व्याः स्वरूपम् इति एतादृशलक्ष्यलक्षण वाक्येन पृथ्व्याः स्वरूपं वक्तुं शक्यते. तथा इह अपि घटः अभिधेयः इत्यनेन पक्षस्वरूपसाध्यस्यैव निर्देशः. अस्तु, घटः अभिधेयः. ओ अस्तु, अत्र घटः अभिधेयः इति अस्य घटः अभिधेयः इति शब्दः अत्रापि तादृश गन्धवती पृथिवी अनयोः मध्ये समानत्वं कल्पयते. इत्युक्ते घटः इति अभिधेयस्य विशेषणमिव, अभिधेयः एव अभिधेयः लक्ष्यः, घटः इति लक्षणं, तथा सः भवितुमर्हति खलु. अत्र केवलं वदति गन्धवती पृथ्वी, तत्र गन्धः इति साध्यः. आम् आम् अस्तु, पृथिवी गन्धवती, पृथिवी इति पक्षः. आम् तर्हि पृथिव्याः स्वरूपं गन्धवत्वम् इति आसीत् खलु. पूर्वं लक्ष्यलक्षणबोधकम् अस्मिन् ग्रन्थे एव आसीत्. सर्वेषां गुणानां किं लक्षणम् उक्तं खलु पूर्वं लक्ष्यलक्षणभागे इति तत्र तत् अस्मान् बोधयति, पुनः बोधयति. अत्र घटः एव अभिधेयः इत्यस्मात् नूतनज्ञानं न भवति. ओ, घटः तु अभिधेयः एव, नाम घटः इति घटः तत्र वाच्यम् एव अस्ति. घटस्य वाच्यं घटः एव, अभिधेयत्वं. तर्हि किमर्थम् अभिधेयः इति साध्यः भवति इति तत्र प्रश्नः यः अस्ति, तस्य प्रश्नं प्रति उत्तरं साध्यः निर्दिष्टः, सूचितः इति. साध्यविशिष्टवाचकः अभिधेयः इति पदं, यथा सुन्दरः बालकः, तत्र बालके सौन्दर्यं स्थापितं खलु. सुन्दरः इति गुणवाचकपदं, सौन्दर्यम् इति गुणः, सुन्दरः इति गुणवाचकपदं, गुणं सूचयति इति पूर्वं पठितं. तथा एव अत्र कथं तत्र समाधानं भवति इति अग्रे वदति. अत्र गन्धवती इति गुणवाचकपदं, गन्धवत्वम् इति अत्र न केवलं गुणवत्वस्वरूपमपि अस्ति खलु. तथैव घटः अभिधेयः तत्र अभिधेयः अभिधेयः इति गुणवाचकपदम् इव घटः इति घटे अभिधेयत्वम् अस्ति इति वक्तुं शक्यते. अतः अभिधेयः इति गुणवाचकपदम्, अभिधेयत्वं गुणं. अनेन प्रकारेण घटः अभिधेयः इति अत्र घटस्वरूपमेव निर्देशः भवति. अत्र घटस्वरूपम् इति पक्षस्वरूप साध्यः अत्र साध्यः पक्षस्य स्वरूपमेव इति निर्देशः भवति. पक्षस्वरूपस्य निर्देशः भवति, पक्षस्वरूपः एव साध्यः इति निर्देशः भवति घटः अभिधेयः इति वदनेन. तर्हि कथं तत्र समाधानम्? अतः पक्षवृत्तिधर्मज्ञानाय अभिधेयपदोत्तरं भावप्रत्ययः कार्यः. अतः पक्षवृत्तिधर्म अस्तु. पक्षवृत्ति इत्युक्ते पक्षे यः आदेयः अस्ति, यः धर्मः आदेयः अस्ति तस्य ज्ञानार्थं पक्षवृत्तिधर्मज्ञानाय अभिधेयपदोत्तरं भावप्रत्ययः कार्यः. अस्तु. अभिधेयपदः अभिधेयपद एव कार्यः भाव अभिधेयत्वम् अभिधेय उत्तरं भावप्रत्ययः इत्युक्ते अभिधेयत्वम् इति यदा वदामः सः एव कार्यः. अभिधेयत्वं पक्षे अस्ति, पक्षे अभिधेयत्वस्य अधेयता अस्ति. अतः स एव धर्मः. तं ज्ञानार्थं भावप्रत्ययः इत्युक्ते भावप्रत्ययस्य प्रयोजनं वा कार्यः, तत् कार्यः इति दत्तं प्रयोजनम् इति वक्तुं शक्यते. पक्षवृत्तिधर्मः एव अभिधेयत्वम्. अभिधेयत्वस्य अभिधेयस्य भावः अभिधेयत्वं खलु. यथा सुन्दरस्य भावः सौन्दर्यम् अथवा सुन्दरत्वम्, अत्र अभिधेयस्य भावः अभिधेयत्वम् इति पक्षवृत्तिधर्मः अभिधेयत्वम् इति कार्यः. अस्तु, भवती उक्तम् अभिधेयत्वम्. अग्रे अभिधेयत्वम् इति निष्पन्ने ततः आधार आदेयभावबोधाय मतु प्रत्ययः. अस्तु. आम्, आधार आधेयभावबोधनाय एव मतु प्रत्ययः प्रयोजनं कुर्मः. अभिधेयत्वम् इति निष्पन्ने अभिधेयत्वम् अतः घटे अभिधेयत्वम् इति वदामः चेत् घटः अधिकरणं भवति, आधारः भवति, अभिधेयत्वं तस्मिन् अस्ति इति अभिधेयत्वम् आदेयः. अतः तत्र आधार आदेयभावः भावस्य बोधः जायते. तथा च घटः अभिधेयत्ववान् प्रमेयत्वात् इति निर्देशः फलति. ओ अस्तु. सो घटे अभिधेयत्वम् अस्ति इति घटः अभिधेयत्ववान् किमर्थं? प्रमेयत्वात् निर्देशः फलति. तत् हेतुः अस्ति प्रमेयत्वात्. अत्र निरूपणमस्ति घटः अभिधेयत्ववान् प्रमेयत्वात् इति कथं इति तस्य वाक्यस्य निरूपणमस्ति. यद् इत्युक्ते तस्य तुलना पर्वतः वह्निमान् भूमत्वात् तेन सह एषः एतस्य वाक्यस्य तुलना अस्ति. सम्यक्, तथैव अस्ति. यत् अत्र मतु प्रत्ययः कुत्र उच्यते, कुत्र प्रयोगं भवति तस्य? मतु प्रत्यय आदेयता बोधनार्थम् इत्युक्ते आदेयता बोधनार्थं कस्य इत्युक्ते अस्मिन् पूर्वं वह्निः पर्वतः वह्निमान् धूमत्वात् इति तस्मिन् उदाहरणे पर्वतः एव वह्नेः अधिकरणम् अस्ति. वह्नेः अधिकरणं पर्वतः पक्षः, तत्र पर्वतः आधारः इव वह्निः वह्नेः आदेयता अस्ति. तादृशमेव अत्र घटः अभिधेयत्ववान् इति वदामः चेत् घटे अभिधेयत्वम् अस्ति, घटे घटे घटः आधारः घटे अभिधेयत्वम् अभिधेयत्वम् अभिधेयः आदे किं वदामः आदेयतवान् अधेयतवान् अभिधेयः एव आदे अधेयः अत्र व्याकरणे व्याकरणे अस्य अस्मिन् वा अस्ति तत्र मतुप् अथवा मतुप् प्रत्यय भवति खलु आमां यथा बलम् अस्य अस्मिन् अस्ति बलवान् बुद्धिः अस्मिन् अस्य अस्ति बुद्धिमान् तथा अभिधेयत्वं भावः धर्मः अस्मिन् अस्य अस्ति इत्यस्मात् किम् अभिधेयत्वं घटे अस्ति इत्यस्मात् घटः घटः अभिधेयत्ववान् इति आगच्छति मतुप्रत्ययस्य प्रयोजनेन. आम् अत्र वदतु भगिनि किं न भवान् एव वदतु न न भगिनि अग्रे वदामि अस्तु वदतु प्रश्नः अस्ति प्रमेयत्वात् इति हेतुः अत्र अभिधेयत्ववान् अभिधेयम् अभिधेयः कथं वा साध्यः इति तत् अवगतं किन्तु प्रमेयत्वं हेतुः इति सम्यक् न अवगतं कथं फलति इति तस्य विवक्षा तस्य विवरणम् अग्रे आगच्छति. अत्र केवलं घटः अभिधेयः अस्य पदस्य किमर्थं तर्हि तत्र कथम् अभिधेयम् इति पदं साध्यः भवितुम् अर्हति? घटः एव अभिधेयः, यतः सुन्दरः बालकः, बालकः एव सुन्दरः, तर्हि अधिकं ज्ञानं कथं भवति इत्युक्ते सर्वमत्र यथा विवृतम्. अत्र वर्गे किञ्चित् अस्मिन् चर्चा प्रश्नाः आगताः, किञ्चित् वदामि अनन्तरं रमप्रिया भगिनी स्वशब्दैः वदतु. अत्र सर्वम् अभिधेयम् इति नास्ति, यथा वेदान्तिनः किं वदन्ति ब्रह्म इति न अभिधेयम् सत्यं ब्रह्मन् यदस्ति ब्रह्म ओ आमामाम् अस्तु सः न अभिधेयं सः अनिर्वचनीयः इति उक्तं खलु वदन्ति वेदान्तविषये सर्वम् अभिधेयः किन्तु ब्रह्म अनिर्वचनीयः अनभिधेयः अनभिधेयं ब्रह्म इति किन्तु नैयायिकदृष्ट्या सर्वम् अभिधेयम् कथम् इत्युक्ते अस्माभिः न अभिधेयं चेदपि ईश्वरेण अभिधेयम् तत्र भिन्ना चर्चा. ईश्वर इति मेनिफेस्ट् ब्रह्मन् इति उच्यते खलु. ईश्वरस्य स्वरूपम् अस्ति, ब्रह्मणः स्वरूपं नास्ति खलु. सत्यम्, ईश्वरः सगुणब्रह्म, ब्रह्मन् इति निर्गुणब्रह्म इति चैतन्यं शुद्धचैतन्यम् इति निर्गुणब्रह्म, सत्यमानं अनन्तं ब्रह्म इति वदन्ति खलु. तद्भिन्नचर्चा, तद् गीतावर्गे चर्चा. किन्तु नैयायिकानां मतम् एवमस्ति, सर्वमभिधेयं मनुष्याणां नापि चेत् ईश्वरेण अभिधेयम् इति ते स्वीकुर्वन्ति. तर्हि घटः अभिधेयः इत्यस्य तत्र तदपि किञ्चित् चिन्तनीयम्. अपि च किमुक्तम् अत्र घटे अभिधेयत्वं प्रमेयत्वात् इति किमर्थं न उक्तं? यथा घटः घटः अभिधेयः तस्य स्थाने घटे अभिधेयत्वं प्रमेयत्वात् इति वक्तुं शक्नुमः खलु? तर्हि न, तादृशशैली नैयायिकानां नास्ति. पुनः अत्र घटे अभिधेयत्वम् अस्ति इति वक्तुं शक्नुमः खलु प्रमेयत्वात् इति इति ते न वदन्ति तादृशशैली नैयायिकैः न स्वीक्रियते किन्तु घटः अभिधेयत्ववान् प्रमेयत्वात् इति एव शैली घटे अभिधेयत्वम् इत्यस्मात् घटः अभिधेयत्ववान् इति तु साधु खलु यथा इदानीं भवत्या उक्तम् अभिधेयत्वं घटस्य पक्षवर्तिधर्मः खलु तस्मात् घटः अभिधेयत्ववान् तथापि घटे अभिधेयत्वं प्रमेयत्वात् इति न उच्यते इति एकः विषयः अपरः विषयः सैड् बार् आसीत् तत्र प्रवृत्तिनिमित्तं पदार्थः अपि च व्युत्पत्तिनिमित्तम् इति पदार्थः इति भेदः अस्ति तत्र प्रवृत्तिनिमित्तम् इति प्रयोगे एकस्मिन् पदार्थे भिन्नपदार्थाः वक्तुं शक्नुमः यथा घटः अभिधेयः घटः वस्तुतः कम्बुग्रीवादिमान् एव घटस्य साक्षात् डिस्क्रिप्शन् भवति चेत् किं तत्र कम्बु अस्ति ग्रीव अस्ति खलु साधु कम्बुः ग्रीवः इत्युक्ते घटे किम् अस्ति कण्ठः इति ग्रीवः कण्ठः खलु घटम् इति कथमस्ति तत्र नेक् अस्ति बाडि अस्ति अस्ति खलु घटस्य साक्षात् डिस्क्रिप्शन् भवति चेत् कम्बुग्रीवादिमान् घटः इति भवति किन्तु घटे घटत्वम् अस्ति घटः घटः अभिधेयः यथा वदामः तत्र एकस्मिन् पदार्थे भिन्नपदार्थे तत्र स्थापयितुं शक्नुमः प्रवृत्तिनिमित्तं प्रयोगः इति उच्यते तस्य भिन्न उदाहरणमस्ति व्युत्पत्तिनिमित्तं यथा उदाहरणमस्ति पङ्कजं पङ्कजम् इत्युक्ते पङ्के जायते इत्यस्मात् पङ्कजं खलु किन्तु पङ्कात् बहु किमपि जायते किन्तु सर्वेषां तत्र नाम पङ्कजम् इति नास्ति पङ्कजम् इत्युक्ते किं किं सूचयति सामान्यप्रयोगे कमलमेव सूचयति खलु तर्हि कमलम् इति प्रवृत्तिनिमित्तप्रयोगः कमलम् इति विवक्षा व्यवहारप्रयोगः किन्तु व्युत्पत्तिनिमित्तप्रयोगः तु यत्किमपि यत्किमपि पङ्कात् जायते पङ्के जायते तत्सर्वं पङ्कजं किन्तु विवक्षा व्यवहारः तथा नास्ति व्यवहारः प्रवृत्तिनिमित्तमस्ति कमलं पङ्कजमित्युक्ते कमलमेव न तु अन्यपत्रं वा किमपि भिन्नपुष्पं वा अन्य उदाहरणम् उक्तं यथा मयूरः तस्य नाम मय्यां रौति मय्याम् इति पृथिव्यां रौति शब्दं करोति इति मयूरः तर्हि पृथिव्यां कुक्कुरः अपि शब्दं करोति कपोतः अपि शब्दं करोति खलु सिंहः अपि शब्दं करोति तर्हि सर्वं मयूरः इति न उच्यन्ते केवलं मयूरः इत्युक्ते पीकाक् खलु तर्हि साक्षात् किं व्यवहारप्रयोगः तत् प्रवृत्तिनिमित्तप्रयोगः अथवा प्रवृत्तिनिमित्तपदार्थः किन्तु व्युत्पत्तिनिमित्तपदार्थः तु किं सर्वं यत्किमपि पृथिव्यां रौति तत्सर्वं तत्र व्युत्पत्तिनिमित्तं प्रयोगम् इति वक्तुं शक्नुमः इति प्रयोगभेदः इति किञ्चित् सैड् बार् प्रसङ्गवशात् महोदयेन उक्तम् महोदय प्रवृत्तिनिमित्तम् एक एव भवति साधु एकस्मिन् पदार्थे भिन्न यथा घटः अभिधेयः इति वक्तुं शक्नुमः खलु घटे घटत्वम् अस्ति कमले कमलत्वम् अस्ति इति तयोर्मध्ये भेदः किम् अस्ति व्यक्तिनिमित्तं प्रवृत्तिनिमित्तं व्युत्पत्ति बहवः न केवलं पङ्कज भवति किन्तु बहवः जन्तव इति अपि पङ्के उत्पत्ति भवति तेषां तथैव मयूरमय्यां रवति अन्यान् अपि शब्द उच्चारणं भवति मय्यां तत्र अपि बहवः सन्ति किन्तु मयूर केवलम् एकः पङ्कज केवलम् एकः एव प्रवृत्तिनिमित्तं व्युत्पत्ति प्रयोगतयो मध्ये भेदं किम् आगच्छति प्रवृत्तिनिमित्तम् आसीत् तत्रापि बहवः प्रवृत्ति वयम् आनेतुं शक्नुमः यथा भवान् इदानीम् उक्तवान् घटे अभिधेयत्वम् अस्ति रूपत्वम् अस्ति वर्णत्वम् अस्ति आकारम् अस्ति इति बहवः प्रवृत्त्य भवितुं शक्नुवन्ति अत्र यावत् मया अवगतम् अत्र व्युत्पत्तिनिमित्तविषये व्युत्पत्तिः एकः अस्ति यदा पङ्के जायते तत्र बहु किमपि अस्ति किन्तु कमलम् इति वक्तुम् इच्छामः चेत् कमलम् इति प्रवृत्तिनिमित्तप्रयोगः लिटरलि बहु किमपि अस्ति किन्तु विवक्षा तत्र नास्ति विवक्षा न लिटरल् अस्ति कमलम् अस्ति तत् प्रवृत्तिनिमित्तप्रयोगः कमलमिति विवक्षा अस्ति व्युत्पत्तिदृष्ट्या बहु किमपि वक्तुं शक्नुमः अस्तु प्रवृत्तिनिमित्तविषये एकस्मिन् पदार्थे भिन्न किं नामकरणं घटे घटत्वं घटः तत्र घटत्वम् अस्ति अभिधेयत्वम् अस्ति इति अभिधेयत्वम् इति पदार्थः घटे अस्ति इति वक्तुं शक्नुमः अस्तु तावदेव मम अवगमनं मयापि पूर्वं न श्रुतं किन्तु आशय सम्यक् न अवगतवती पुनः पृच्छामः महोदयं पृच्छामः पुनः नो चेत् तत्र ध्वनिमुद्रणं तत्र श्रुतवती किन्तु न अवगतवती आशयः किम् आसीत् अपि अभिधेयं भवान् महोदय उक्तवान् क्रमविशिष्टवर्णसमुदाय कथनम् इति भवति अभिधेयम् यत् कथनविशिष्टयोग्यता अस्ति यस्मिन् तस्मपि अभिधेय ज्ञानविशिष्टयोग्यता भवति प्रमेयत्वम् इति इति उक्तं तत्र सामान्यपदार्थस्य लक्षणं किम् इत्युक्ते प्रमेयत्वम् अपि च अभिधेयत्वम् इति सामान्यपदार्थस्य लक्षणं ज्ञातुं शक्नुमः वाचकं किं तत्र वाच्यं शब्देन वक्तुं शक्नुमः तत् अति पदार्थः सामान्यपदार्थस्य लक्षणं यथा घट वयं वदामः घकार अकार टकार अकार इति क्रमेण वर्णसमुदाय आगच्छति तत्र तस्य इति भवतु वर्णविशिष्टसमुदाय इति भवति तर्हि किं रमप्रिया भगिनी स्वशब्दैः वदति वा तृतीयपरिच्छेदः किल आं भगिनि अस्तु तत्र अस्माकं प्रकारः इति वदामः किल घटो अभिधेयः प्रमेयत्वात् इति आसीत् तत्र घट अभिधेयः प्रमेयत्वात् इति वाक्ये घटः इति पक्षः अभिधेयः साध्यः प्रमेयत्वात् इति हेतुः इति वयं साधारणरीत्या तदेव वयं वदामः परन्तु यदा घट अभिधेयः इति वदामः चेत् तत्र घटः घट अभिधेयः एव पक्षः अभिधेये अपि पक्षता अस्ति तादृशं वक्तुं शक्नुमः महोदय अभिधेये अपि पक्षता अस्ति पक्षः एव अभिधेयः पक्षः एव अभिधेयः तद् व्याकरणरीत्या एकार्थबोधकत्वम् इति वदामः किल, तादृशप्रयोगः सुन्दरः एव बालकः, तत्र एकार्थबोधकत्वम् अस्ति तादृशरीत्या, घटः वा अभिधेयः इति वदामः तत्र एकार्थबोधकत्वम् अस्ति, तादृश अत्रापि स्थितिः. परन्तु अस्माकं गन्धवती पृथिवी इति यद् लक्ष्यलक्षण बोधकवाक्यं वयं स्वीकुर्मः चेत् तत्र पृथिव्यां गन्धवती इति यद् लक्षणं गन्धवत्वम् अस्ति, गन्धवती इति पृथिव्याः लक्षणं, तत्र गन्धवत्वं पृथिव्याम् अस्ति इति यदा स्वीकुर्मः तादृशम् अत्रापि अभिधेयत्वम् इति पक्षे इत्युक्ते घटे अस्ति इति स्वीकुर्मः चेत् तत्र घटः अभिधेयत्ववान् प्रमेयत्वात् इति वयं तादृशं निर्देशः फलति. अत्र घटे घटः इति घटे आधारता अस्ति, अभिधेयत्ववान् इति अभिधेयत्ववान् इति आधेयः, प्रमेयत्वात् इति पूर्ववत् हेतुः एव अस्ति. घटः इदानीम् अभिधेयत्ववान् भवति, यदा तस्मिन् अभिधेयत्वम् अस्ति सः अभिधेयत्ववान् भवति. तावदेव तत्र मतुप्रत्ययः. अत्र घटः अभिधेयः इत्यस्मात् किम् आगतं, कः धर्मः अभिधेयः? घटे अभिधेयत्वम् अस्ति, घटः अभिधेयत्ववान्. अभिधेयत्वम् इति धर्मः घटे अस्ति इत्यस्मात् घटः अभिधेयत्ववान् इति निष्पन्नं. अग्रे हेतु योजनेन प्रमेयत्वात् इति इतः पूर्वं फलितनिर्देशः इति विवक्षा इति वक्तुम् इच्छति. घटः अभिधेयः इति वदनेन ओहो घटः अभिधेयत्ववान् इति स्वीकर्तव्यं तावदेव. प्रायः साक्षात् वक्तुं शक्नुमः, किन्तु तत्र वर्गे किञ्चित् प्रश्नाः अपि आगताः, तत्र समयः अस्ति किञ्चित् लास्ट् 30 मिनिट्स् 20 मिनिट्स् इति शृण्वन्तु, तेन इतोपि स्पष्टं भवति इति मन्ये. यदा सुन्दरः बालकः, तत्र सौन्दर्यं बालके, सौन्दर्यं बालकस्य धर्मः, बालकः सौन्दर्यवान् इति वक्तुं शक्नुमः खलु. तत्र एव एकार्थबोधकत्वम् इति पठितवन्तः. बालकः गच्छति वा, आम् व्याकरणवर्गे बालकः गच्छति वा सुन्दरः गच्छति इति वदामः चेदपि तद् बालकमेव सूचयति, अतः तत्र एकार्थबोधकत्वम् अस्ति इति व्याकरणवर्गे एव किल भगिनि, तत् कुत्र अस्तु समासवर्गः कुत्र पठितवन्तः इति विस्मृतवती. यथा सुन्दरः बालकः, तत्र बालके नूतनज्ञानं भवति, अधिकं ज्ञानं भवति, यथा नीलो घटः, तत्र ओहो घटः नीलः इति ज्ञानं भवति. किन्तु घटः अभिधेयः तत्र नूतनज्ञानं नास्ति, घटः नाम पदार्थः इति सूचयति. घटः अभिधेयः इत्युक्ते ओ घटनाम घटवाचकपदार्थः, घटनाम पदार्थ तत्तु किं नूतनं, घटः अस्ति इत्येव ज्ञायते खलु. तादृशचिन्तनं भवितुमर्हति इत्यस्मात् अत्र स्पष्टीकृतं, तथा नास्ति अभिधेयत्वम् इति घटे घटस्य पक्षवर्तिधर्मः घटवति धर्मः इति सर्वम् आयाति. साधु तावदेव. प्रश्नः अस्ति वा? सर्वं सम्यक् अस्ति वा? कमेण्ट् अस्ति वा? किं सम्यक् एव महोदय. लक्ष्मी भगिनी साधु? महोदय साधु. हलो भगिनि. महोदय साधु. तर्हि स्थापयामः. शुभरात्रिः. शुभरात्रिः. धन्यवादः. शुभरात्रिः महोदय. धन्यवादः. नमस्कारः.